अस्तु अस्तु, तर्हि गीतासोपानस्य द्वितीयभागः इदानीम् अस्मिन् अग्रे सरेम। यथा वदामि स्म यत् गृहपाठः प्रतिसप्ताहं भवति, यः करोति प्रतिदिनं किञ्चित् करोति, तस्य महान् लाभः अस्ति। यः प्रतिसप्ताहं केवलम् अत्र आगत्य अस्माभिः सह पठति, तस्य किञ्चित् लाभस्तु भवति, किन्तु तावान् लाभः न भविष्यति यथा स्यात्। इति कृत्वा गृहपाठः अत्यावश्यकः अस्ति। गतसप्ताहे पूर्णप्रत्ययान्ताः आरब्धाः, तत्र कीदृशी व्यवस्था अस्ति इति एकवारं पुनः पश्येम, अनन्तरं तस्य प्रचुर अभ्यासः अपेक्षितः अस्ति। तत्र कस्मिन् पुटे अस्ति? एकसप्ततितमे पुटे नवषष्टिः तत्र आरभ्यते पाठः, पठिष्यामः, किन्तु अत्र पूर्णप्रत्ययान्ताः इति तत्र कोष्टकम् अस्ति खलु, कस्मिन् पुटे अस्ति? एकसप्ततिः न, एकसप्ततिः न, अत्र विषयः अस्ति खलु, कस्मिन् पुटे अस्ति? एकसप्ततितमपुटे, हा, कि अत्र एकसप्ततितम, अत्र सुबन्तपदमस्ति खलु, अत्र एकसप्ततितम इति विशेषणमस्ति। विशेष्यमस्ति किम्? पुटे अथवा पृष्ठे, तस्य च विशेष्यस्य का विभक्तिकत्वं, किं विभक्तिकत्वमस्ति? सप्तम्यन्तं पदमस्ति, तर्हि पुनः वदतु, विशेषणविशेषभावः अस्ति खलु, एकसप्ततितमे पुटे इति, हा, बहु समीचीनमस्ति, तथा एकसप्ततितमे पुटे सप्तमी विभक्त्यन्तं पदमस्ति। अस्तु, समीचीनमस्ति, तर्हि अत्र कीदृशी व्यवस्था अस्ति इति पुनः एकवारं पश्येम। तत्र पूर्णप्रत्ययान्ताः त्रिषु लिङ्गेषु भवन्ति, विशेषणविशेषभावः भवति, इमानि पदानि विशेषणानि सन्ति। अत्र पश्यन्तु यत् प्रथमतया तस्य रूपं किमिति। एक प्रश्नम् एकनिमेषः, अत्र अस्माकं यत्र प्रत्येकं शब्दस्य संस्कृतभाषायां लिङ्गः भवति खलु, लिङ्गं भवति, तत्र अस्मिन् विषये अस्माकम् अवधानं भवेत्। पुनः पृच्छतु। एका प्रश्ना अस्ति, गीताश्लोकेषु न अवलोक्यते। समस्या का इति चेत् मम समयः न भवति, न अवलोकयितुम् इच्छामि इति नास्ति, किन्तु तत् तदर्थं किञ्चित् द्रष्टव्यं भवति। एतावन्ति कार्याणि सन्ति यत् नाम वर्गस्य आगमनात् प्राक् अपि मम द्रष्टव्यं भवति, तदपि मम द्रष्टव्यमस्ति, तदर्थं समस्या अस्ति। मम चिन्तनमासीत् यत् अयं वर्गः अग्रे गच्छतु न वा इति कदाचित् मनसि आगच्छति, यतोहि मम समस्या अस्ति तत् समयस्य अभावः अस्ति। यदि वदामि यत् अस्तु गीतश्लोकाः अपि करणीयाः, एतत् सर्वमपि भवेत्, तर्हि किं भवति यत् प्रायः वर्गः एव न स्यात् यतोहि तत्र महोदय गीता भगवद्गीता कक्षाः अस्ति, पृथक्तया अपि अस्ति, नाम मध्ये पश्यन्तु, मध्ये श्लोकाः सन्ति, तान् च वयं करिष्यामः, तत्र पाठस्य अन्ते यत्र श्लोकाः सन्ति, किन्तु यथा अत्र अत्र कति श्लोकाः सन्ति? दशश्लोकाः. दशश्लोकाः सन्ति. मम पार्श्वे तादृशसमयः नास्ति इदानीं दशश्लोकानां परिशीलनार्थं. तत्र किञ्चित् करिष्यामः, मध्ये मध्ये करिष्यामः अवश्यं. किन्तु एतादृशी समस्या अस्ति मम, यत् समस्या अस्ति. किन्तु न्यूनातिन्यूनं वर्गः अस्ति खलु, वर्गः अस्ति, अपि च व्यावहारिकज्ञानं भविष्यति एव मध्ये मध्ये. यथा अत्र अस्मिन् यत्र यथा अस्मिन् पाठे पाठस्य अन्ते श्लोकः अस्ति, तं च श्लोकं वयं पठिष्यामः. मध्ये मध्ये एतादृशश्लोकाः आगच्छन्ति, अपि च पूर्वमपि वयं परिशीलितवन्तः खलु, मध्ये मध्ये कृतवन्तः, अग्रे अपि करिष्यामः. तर्हि अत्र अत्र अत्र पश्येम पूर्णप्रत्ययान्ताः. अत्र अपि च एतदपि वदामि यत् व्यावहारिकज्ञानम् अस्ति अधिकमूल्यम्. अधिकमूल्यं किमर्थमिति वदामि, बहवः जनाः सन्ति भारते ये गीताश्लोकान् श्रावयितुं शक्नुवन्ति, किन्तु एकशब्दमपि स्वस्य पक्षतः वक्तुं न शक्नुवन्ति. इति कारणतः श्लोकस्य अवगमनमपि दुष्करमस्ति, तत्र सुकरं नास्ति. अपि च स्वचिन्तनं स्वस्य चिन्तनमपि व्यक्तीकर्तुं न शक्नुवन्ति. यः स्वस्य चिन्तनं व्यक्तीकर्तुं शक्नोति, तस्य कृते श्लोकस्य अवगमनं कठिनं नास्ति. अतः प्रथमं सोपानम् इदमस्ति, मध्ये मध्ये श्लोकाः भवन्तु. किन्तु व्यावहारिकज्ञानमस्ति नाम प्रश्नः इति पुल्लिङ्गशब्दः अस्ति, न तु नपुंसकलिङ्गशब्दः. एतादृशं नाम चिन्तनेन विना मनसि भवेत्, चिन्तनेन विना एतत् सर्वं स्वाभाविकं भवेत्. यस्मिन् दिने एतत् सर्वम् आरभ्यते तस्मिन् दिने भाषायाः सौकर्यं प्रत्येकस्मिन् क्षेत्रे उदेति. तर्हि अत्र पश्येम, अत्र प्रथमः, द्वितीयः, तृतीयः इत्यस्मात् अग्रे यत् यः गच्छति तत्र यः क्रमः गच्छति, मध्ये मध्ये मह अपि मह अपि अस्ति खलु, पञ्च, किन्तु पञ्च मह, सप्त सप्त मह, अष्ट अष्ट मह. तत्र कुत्र अस्ति इति चेत् पञ्च सप्त अष्ट नव दश, तत्र पञ्चसु सङ्ख्यासु मकारः अस्ति. तत्र षष्ठः ठकारः इति महाप्राणः, अपि च मकारः नास्ति इति अवधानं भवतु. अनन्तरम् इति मूलरूपं नाम प्रातिपदिकं. प्रातिपदिकं किम् इति चेत् प्रथम द्वितीय तृतीय चतुर्थ पञ्चम षष्ठ सप्तम अष्टम नवम दशम इति प्रातिपदिकमस्ति. ततः अग्रे पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे इति कथं भवन्ति इति पश्येम. अत्र साधारणनियमः अस्ति यत् स्त्रियां ङीप् भवति, नाम ईकारः, दीर्घ ईकारः भवति, किन्तु तृतीयपर्यन्तम् आकारः अस्ति. प्रथमा द्वितीया तृतीया इति आकारः भवति, ततः अग्रे सर्वत्र ईकारः अस्ति. अनन्तरं नपुंसकलिङ्गशब्दः अकारान्तः यथा पुल्लिङ्गशब्दः अस्ति. अस्तु, इदानीम् एकतः दशपर्यन्तं कानिचन वाक्यानि वक्तव्यानि सन्ति त्रिषु लिङ्गेषु. तर्हि अत्र पद्माभगिनी तत्र प्रथम तत्र त्रीणि वाक्यानि त्रिषु लिङ्गेषु इति इति करोतु. इदानीं शिल्पाभगिनी तत्र द्वितीया, लक्ष्मीभगिनी तृतीया, नताशाभगिनी चतुर्था, सदेवमहोदया पञ्चमा, पुष्पाभगिनी षष्ठा, सुब्रह्मण्यमहोदय सप्तमा, सन्ध्याभगिनी अष्टमा. त्रिषु लिङ्गेषु शीघ्रमेव वदेम. अस्तु, इदानीं पद्मभगिनी वदति वा? प्रथमः प्रश्नः महोदय किं गतवान्? प्रथमः प्रश्नः महोदय किं गतवान्? किं कुत्र गतवान्? कुत्र गतवान्? अस्तु अस्तु, द्वितीयवाक्यं. रामः प्रथमा श्रेणीम् आगतवान्. हा, किन्तु श्रेणी इत्यस्य का विभक्तिः अत्र स्यात्? लक्ष्मीभगिनी वदतु. द्वितीयविभक्ति महोदय, एतत् श्रेणीम् आम् सप्तमी. हा, सप्तमी भवेत् खलु, न तु द्वितीया. पुनः वदतु भगिनि. रामः प्रथम्या श्रेणीम् आगतवान्. लक्ष्मीभगिनी किम् उक्तवती? का विभक्तिः? पद्मभगिनी, लक्ष्मीभगिनी किं का विभक्तिः? तद् विभक्तिः तत्र सप्तमी. अहं जानामि एव. सप्तमी इति वक्तुं न शक्नोति? वदतु एकवारम्. नाम तत् अत्र अभ्यासपुस्तकस्य रूपमस्ति, किमपि नास्ति. सप्तमी विभक्तिः अकारान्त शब्दः. अस्तु, अत्र शुभभगिनी वदतु. तदेव वाक्यं. अहं वाक्यं सम्यक्तया न श्रुतवती. पद्माभगिनी पुनः वदतु. रामः प्रथम्यां श्रेणीम् आगतवान्. श्रेणी इति जानाति वा शुभभगिनी? श्रेणी श्रेणी इत्युक्ते यथा वर्गः, केटगोरि अथवा. ओ अस्तु, रामः ओ रामस्य श्रेणी प्रथमा. न वाक्यमस्ति रामः प्रथमा श्रेणी आगतवान्. तत्र प्रथमा श्रेणी सप्तमी. ओ ओ सप्तमी. ओ श्रेण्यां. हा, अपि च प्रथमा तर्हि प्रथमायां श्रेणी. हा, वाक्यं वदतु इदानीं समीचीनम्. ओके, रामः प्रथमायां श्रेण्यां आगतवान्. हा, समीचीनमस्ति. हा, इदानीं वाक्यं समीचीनमस्ति. सुब्रह्मण्यमान, तत्र वाक्यं समीचीनमस्ति न वा? अस्तु महोदय, रामः प्रथम्यां श्रेण्याम् आगतवान्. प्रथम्याम् इति वा? प्रथमायां श्रेण्याम् आगतवान् रामः. प्रथमायां श्रेण्याम् आगतवान्. हा, यतोहि तत्र प्रथम इति अकारान्तशब्दः, श्रेणी इति ईकारान्तशब्दः, द्वयोः सप्तमीविभक्त्यन्तम्. अस्तु, इति समीचीनमस्ति. पद्माभगिनी अवगच्छति वा? आम् अस्तु, किन्तु सप्तमी इति न जानाति चेत् हा सप्तमी इति ज्ञातव्यमस्ति खलु. अस्तु, तद् नपुंसकलिङ्गे वदतु. मम वनस्य प्रथमपुष्पं ददामि. पुनः वदतु. मम वनस्य प्रथमपुष्पं देव्यै ददामि. अस्तु अस्तु अस्तु अस्तु, समीचीनमस्ति, इदानीं समीचीनमस्ति. अस्तु महोदय, कापि वाक्यं वक्तुं शक्नोति वा? किमपि वाक्यम्? आम् ओके, किमपि वाक्यम्? द्वितीय कस्य अस्ति? शप भगिनी, अस्माकं पुस्तकं द्वितीय, न न क्षम्यताम्, एषः द्वितीयः भागः अस्ति. स्त्रीलिङ्ग्. एषः द्वितीयः भागः अस्ति. तत्र विशेषणविशेषभावः अस्ति. भागः प्रथमविभक्तौ अस्ति पुल्लिङ्गे, अतः प्रथमः द्वितीयः अपि तथा, द्वितीयः भागः. अस्तु अग्रे. द्वितीय, क्षम्यताम्, अद्य अस्माकं लक्ष्मी भगिनी अग्रे करोतु, अनन्तरं शुभभगिनी करोति. सः तृतीयः अध्यापकः अस्ति. अस्तु अस्तु अग्रे. अहं तृतीयं पुस्तकं पठामि. तृतीया बालिका अत्र पठति. अस्तु, समीचीनमस्ति. अस्तु, चतुर्थं महोदय, अहं चतुर्थे नगरे गमिष्यामि. पुनः वदतु. अहं चतुर्थे नगरे गमिष्यामि. अस्तु, चिन्तनं समीचीनमस्ति, किन्तु यत्र गमनं भवति, गन्तव्यस्थानं, यत्र गन्तव्यस्थानमस्ति तत्र का विभक्तिः भवति संस्कृतभाषायां? गन्तव्यस्थानस्य का विभक्तिः? द्वितीया. आं महोदय, अहं चतुर्थं नगरं गमिष्यामि. हा, बहु समीचीनं. स्त्रीलिङ्ग. अहं चतुर्थ्यां नद्यां स्नानं करोमि. पुनः वाक्यं वदतु. अहं चतुर्थ्यां नद्यां. अत्र समीचीनमस्ति, किन्तु अत्र प्रश्नः अस्ति यत् यत्र चतुर्थशब्दः अस्ति स्त्रियां, तस्य रूपं किम्? अकारान्त अथवा इकारान्त? इकारान्त. हा, तर्हि यथा नदी शब्दः तथा, पुनः वदतु तस्य रूपं किम्? महोदय, प्रश्नः कः? पुनः वाक्यं वदतु. अहं चतुर्थ्यां नद्यां. चतुर्थ्याम् इति न भवति, तादृशरूपं नास्ति. तत्र नदी इत्यस्य सप्तमी किं? नद्यां चतुर्थी इत्यस्य सप्तमी अपि तथा वदतु. नाम चतुर्थशब्दः तत्र सप्तमी स्त्रीलिङ्गे समीचीनं नास्ति भवत्याः. चतुर्थी यथा नदी शब्दः चतुर्थ्यां महोदय अहं चिन्तयामि. न, चतुर्थयां नास्ति. नदी नद्यां नदी नद्यां चतुर्थी चतुर्थीषु नकारः नास्ति महोदय. रेफस्तु अस्ति न, किन्तु इदानीं समीचीनम् उक्तमस्ति. पुनः वाक्यं वदतु इदानीम्. अहं चतुर्थ्यां नद्यां स्नानं करोमि. इदानीं सुन्दरमस्ति, अवगच्छति वा? चतुर्थ्यां यत् चतुर्थीषु न, एकवचने एकवचने एकवचने अस्ति. एकवचन चतुर्थी एकवचन. हा हा हा, अत्र पश्यन्तु, अत्र पश्यन्तु. यदि वदामः नद्यः सन्ति. कति नद्यः सन्ति? एकं द्वे त्रीणि चत्वारि चत्वारि यदि वदामः तत्र वाक्यं किं भवति? पुष्पभगिनी वदतु. एकवचने नद्यां न न न न इदानीं बहुवचने चत्वारि यदि सन्ति नद्यः तर्हि वदति वदतु. अत्र चत्वारि नद्याः नद्यः सन्ति. नाम गते पाठे वयम् अधीतवन्तः तत्र स्त्रीलिङ्गे किं भवति, विस्मृतवती वा? चत्वारि इति अस्य लिङ्गं किं? चत्वारि लक्ष्मी भगिनी वदतु. लक्ष्मी भगिनी पुनः वदतु कृपया. चतस्रः नद्यः सन्ति. अत्र नद्यां स्नानं करोमि. हा न सोपानेन गच्छामः. अत्र चतस्रः नद्यः सन्ति. चतस्रः नद्यः सन्ति अत्र सामान्यसङ्ख्या अस्ति. कति नद्यः सन्ति? चतस्रः. तत्र विशेषणविशेषभावः नद्यः इति बहुवचने अस्ति खलु पुष्पभगिनी? अतः अपि च स्त्रीलिङ्गशब्दः अतः चत्वारि इति शब्दः चतुर्शब्दः बहुवचने स्त्रीलिङ्गे चतस्रः. किन्तु यत्र नद्याम् इति शब्दः अस्ति, नद्याम् इत्यस्य लिङ्गम् अपि च विभक्तिः, तत्र किमस्ति? नद्यां सप्तमी विभक्ति एकवचन. हा तर्हि यदि च अत्र पूर्णप्रत्ययान्तशब्दः भवति चेत् तस्य लिङ्गं च वचनं किं? पूर्णप्रत्ययान्तशब्दः चतुर्थी. किन्तु नद्याम् अस्ति, नद्याम् इति शब्दः नद्यां चतुर्थीषु एकनिमेषः भगिनि हरि ओम्. नद्याम् इत्यस्य वचनं किम्? एकवचनं. तर्हि चतुर्थ अतिथि बहुवचने कथं वा स्यात्? आम् आम् आम् चतुर्थ्याम् तत्र भेदः न आगच्छति वा? अत्र पश्यन्तु, यदि वदामः देर् आर् फोर् बुक्स्, बट् इफ् ऐ से ऐ वाण्ट् द फोर्थ् बुक्, तत्र फोर् बुक्स् एण्ड् फोर्थ् बुक् तत्र भेदः अस्ति न वा? फोर् बुक्स् तत्र बहुवचने अस्ति, किन्तु द फोर्थ् बुक् तत्र एकवचने अस्ति खलु? आम् आम्, तत्र फोर् बुक्स् इति विषयः नास्ति, फोर्थ् बुक्, भेदः अवगतः खलु? अतः यः तु प्रथमः, फस्ट् सेकेण्ड् थर्ड् ऐ मीन् तादृशमस्ति. अतः चतुर्थं पुस्तकं, चतुर्थी नदी, तत्र नदी इति एकवचने अस्ति, चतुर्थी इति एकवचने अस्ति, एका एव नदी अस्ति तत्र, चतुर्थी नदी एका एव नदी, नाम तत्र बह्व्यः नद्यः सन्ति, तासु नदीषु तत्र चतुर्था नदी अस्ति, चतुर्थी नदी अस्ति, क्षम्यतां, तत्र चतुर्थी नदी अस्ति तासु नदीषु, एका एव नदीः, एका एव नदी चतुर्थी अस्ति खलु? सर्वेषां कृते अत्र स्पष्टता अस्ति. अस्तु, तत्र नताशा भगिनी तत्र समाप्तवती, तत् सर्वम् उक्तवती वा? आम् महोदय, नपुंसक लिङ्गे सः, नपुंसकलिङ्गे नगरम् इति आसीत्, आम् महोदय, पुल्लिङ्गे अहं चतुर्थः बालकः पुस्तकं ददामि. ओके, समीचीनमस्ति, चतुर्थः बालकः, किन्तु यदा दानक्रिया अस्ति ददामि तत्र चतुर्थी, आं महोदय, चतुर्थी विभक्ति. अहं चतुर्थाय बालकाय पुस्तकं ददामि. अस्तु, समीचीनमस्ति, अग्रे गच्छेम तर्हि. सहदेव महोदय अग्रे. महोदय अस्ति वा? हा अस्ति महोदय. आम् अस्मि. पञ्चमस्य रामस्य बहु सुन्दरम् अस्ति. सुन्दरं किम् अस्ति? किं सुन्दरं? रामः सुन्दरम् अथवा तस्य पुस्तकं किमपि, किं सुन्दरम् अस्ति? रामः एव. तर्हि षष्ठी इति किमर्थम्? प्रथमाविभक्तिः. पञ्चमः रामः बहु सुन्दरम् अस्ति. किन्तु रामः इत्यस्य लिङ्गं किम्? पुल्लिङ्ग. तर्हि सुन्दरमिति किमर्थं नपुंसकलिङ्गे? पञ्चमः रामः बहु सुन्दरः अस्ति. समीचीनमस्ति. इदानीं पञ्च रामाः सन्ति इति खलु? सन्ति. बहवः रामाः सन्ति इति अर्थः खलु? समीचीनमस्ति, वाक्यं समीचीनमस्ति. अग्रे. स्त्रीलिङ्गः पञ्चमी बालिका ग्रन्थालयं गच्छति. समीचीनमस्ति. अग्रे. पञ्चमं पुस्तकं कुत्र अस्ति? समीचीनमस्ति. केवलं वदामि ग्रन्थालयः तत्र ग्रन्थालयः वदतु एकवारं ग्रन्थालयं तत्र थ इति वक्तव्यमस्ति ग्रन्थालयं गच्छति महाप्राणः अस्ति तथ दध न इति अस्ति अस्तु अग्रे गच्छेम तर्हि सुब्रह्मण्यमहोदय अग्रे कृपया मम सप्तमः षष्ठः कस्य अस्ति न मम ब्रह्मः अस्ति तत्र षष्ठ पुष्पभगिनी न पुष्पभगिनी खलु षष्ठ प्रायः महोदय पुष्पभगिनी वदतु भगिनी शीघ्रमेव अस्तु महोदय कृपया वदतु अस्तु महोदय भारतीयपञ्चाङ्गे सप्तमः मासः आश्वयुजमासः अस्ति समीचीनं सा सप्तमी महिला अस्ति एतद् अद्य अहं सप्तमं कारयानं क्रेष्यामि समीचीनमस्ति अस्तु सन्ध्या भगिनी अग्रे सः अष्टमेन गजेन सह गतवान् अस्तु स्त्रीलिङ्ग मम मनसि अष्टमी कवि सम्यक् नास्ति किन्तु कविशब्दः पुल्लिङ्गशब्दः न परन्तु सा महिला अस्तु द्रष्टव्यमस्ति कविः महिला अस्ति चेत् कथं स्यात् प्रायः तथा अस्तु पुनः वदतु मम मनसि अष्टमी कवि सम्यक् नास्ति तत्र कविः न्यूनातिन्यूनं कविः तु वक्तव्यमस्ति ह्रस्वीकारः अस्ति अस्तु अग्रे अहम् अष्टमे गृहे वसितुम् इच्छामि उषितुम् इच्छामि अस्तु समीचीनमस्ति पुष्पभगिनी वदति वा भगिनी नास्ति अस्तु अस्माकं द्वितीया षष्ठस्य महोदयस्य दृष्टिः बहु तीक्ष्णा अस्ति पुनः षष्ठस्य महोदयस्य दृष्टिः बहु तीक्ष्णा अस्ति समीचीनमस्ति दृष्टिः दृष्टिः न दृष्टिः ओके दृष्टिः ओके सेन्स् महोदय सेन्स् न जानामि भगिनी यद् जानाति तद् वदतु षष्ठस्य वृक्षस् वनं वृक्षः इदानीमपि न कृतवती अस्तु करोतु कृपया यदा सिद्धा अस्ति तदा वदतु शोभा भगिनी वदतु कृपया अस्तु अहं द्वितीयां कुटीम् इच्छामि सप्ताहे सोमवासरः द्वितीयं दिनम् अस्ति बहु समीचीनमस्ति ओके अस्माकं व्यासः जातः तर्हि इदानीं तत्र दशपर्यन्तम् एतादृशी परिस्थितिः अस्ति ततः अग्रे पश्यन्तु यत् मकारः नास्ति किमपि नास्ति केवलम् एकादशः एकादशी एकादशम् इति नवदशपर्यन्तम् अस्ति. अनन्तरं विंशतिः इति अस्मात् आरभ्य तमः भवति, तमः भवति, हा विंशतितमः. तत्रापि स्त्रीत्वां श्रेयां तत्र दीर्घिकारः अस्ति, विंशतितमी, विंशतितमम्. अपि च अस्तु, तत्र विकल्पः अपि मया उक्तः, अनन्तरं द्रक्ष्यामः. अस्तु, अत्र कथा अस्ति, तत् किञ्चित् पश्येम सा तां कथां. सुधा कति जनाः वसुधा? अस्तु, आरभामहे. जनद्वयमस्ति, अनन्तरं परिवर्तयामः. आरम्भे तत्र सुब्रह्मण्यम् अपि च लक्ष्मीभगिनी, कृपया करोतु. कथां पठिष्यामि. अस्तु महोदय, कृपया सुधा, वसुधा इति भगिनी. अस्तु महोदय. भगिनी, किं कुर्वती अस्ति भवती? अहम् एकां दिनदर्शिकां रचयन्ती अस्मि. भोः, अधुना विपण्यां विविधाः दिनदर्शिकाः लभ्यन्ते खलु, पुनः निर्माणं किमर्थम्? अत्र विपण्यां नाम? विपण्याम् इत्युक्ते आपणम्. आपणः, विपणिः, आपणः, विपणिः इति तत्र लघुभेदः अस्ति तावदेव. आपणः साधारणतया आपणः इति एक एव आपणः अस्ति. यत्र बहवः आपणाः सन्ति एकस्मिन्, यथा बाजार् इति वदामः, तथा विपणिः. अस्तु, समीचीनम् अस्ति. अग्रे भगिनि. महोदय, दिनदर्शिकार्थं केलेण्डर् वा? सत्यं, दिनदर्शिका. एषा किञ्चित् भिन्ना अस्ति. अस्यां सर्वे भारतीयाः उत्सवाः, महापुरुषाणां जन्मतिथयः, ऐतिहासिकमुहूर्ताः च उल्लिखिताः सन्ति. तेन राष्ट्रस्य विषये ज्ञानं सुकरं भवेत्. अस्तु, पुनः करोतु, यतोहि सर्वे न अवगतवन्तः. पुनः. एषा किञ्चित् भिन्ना अस्ति. दिनदर्शिका. हा, एषा दिनदर्शिका किञ्चित् भिन्ना अस्ति. हा, अग्रे. अस्यां दिनदर्शिकायां सर्वे भारतीयाः उत्सवाः, महापुरुषाणां जन्मतिथयः, ऐतिहासिकमुहूर्ताः च उल्लिखिताः सन्ति. ऐतिहासिकमुहूर्ताः सन्ति भगिनि, अवगच्छति वा? इतिहासः इत्यस्य विशेषणम् ऐतिहासिकः. आम्, अस्तु. मुहूर्तः जानाति? न. समयः, विशेषसमयः, ऐतिहासिकसमयः, यथा स्वतन्त्रदिवस, दिनम् अथवा यत्किमपि विशिष्टदिनम् ऐतिहासिकमुहूर्तः. ओ ओ, ओके, अहम् अवगच्छामि. हा, ओके. तेन राष्ट्रस्य विषये ज्ञानं सुकरं भवेत्. हा, भवेत्. अत्र सुकरमिति, सुकरं नाम सुलभम्. हा, सुलभम्. अस्तु, स्पष्टमस्ति. अग्रे महोदय. अतीवशोभनं भवति, तत् दर्शयतु तावत्. ततः पूर्वं भवत्याः परीक्षां करोमि, भवती मम प्रश्नानाम् उत्तरं वदेत्. अस्तु. स्वातन्त्र्यदिनोत्सवः कदा भवति? कः न जानाति भोः, अगस्तमासस्य पञ्चदशे दिनाङ्के. सुधे, तर्हि गणेशोत्सवः कदा कदा? चतुर्थ्यां तिथौ इति जानामि, किन्तु मासं तु न स्मरामि. भवतु, सर्वे जानन्ति खलु तिथिः, सर्वे जानन्ति तिथिः. शुभगिनी जानाति? न महोदय, न जानामि. तिथिः, वस्तुतः तिथिः इत्युक्ते साधारणतया यत् वदामः यथा पञ्चमदिनाङ्कः अत्र अद्य कथमदिनाङ्कः अस्ति? कोऽपि वदतु. अद्यतना तिथिः का? अद्यतना तिथिः चतुर्थी अस्ति महोदय. आषाढमासशुक्लपक्ष चतुर्थी अस्ति. अस्तु अस्तु. अपि च साधारण तत्र दिनदर्शिकायां पाश्चात्य त्रयोविंशतितमदिनाङ्कः. तत्र व्यस्तप्रयोगं करोतु, पुनः वदतु. किं प्रयोगं महोदय? व्यस्तप्रयोगं, समस्तप्रयोगं न. अस्तु महोदय, त्रिविंशतितमः दिनाङ्कः अस्ति. त्रयोविंशति. अस्तु महोदय, त्रयोविंशतितमः दिनाङ्कः. अस्तु, द्वाविंशति अथवा त्रयो, अद्य त्रयोविंशति. अस्तु अस्तु, त्रयोविंशति. अस्तु, तर्हि त्रयोविंशतिः दिनाङ्कः इति अद्यतना तिथिः अस्ति. शुभभगिनी वदति वा? इति तिथिः वस्तुतः चन्द्रमनुसृत्य, वस्तुतः तिथिः इत्युक्ते चन्द्रमनुसृत्य स्यात्, किन्तु साधारणजीवने यः दिनाङ्कः अस्ति तेन क्रमेण अपि वदामः. अस्तु, तिथिः. अत्र अन्यत् सर्वम् अवगतं वा? चतुर्थ्यां तिथौ इति जानामि, किन्तु मासं तु न जानामि. अस्तु, समीचीनमस्ति. अग्रे भवतु, अहमेव वदामि. भाद्रपदमासस्य शुक्लपक्षे चतुर्थ्यां तिथौ गणेशोत्सवः. अस्तु, कः तृतीयः प्रश्नः? छत्रपतेः शिवराजस्य जन्म फाल्गुणमासस्य द्वितीयायां तिथौ, उत तृतीयायां तिथौ? तृतीयायां तिथौ एव, न तु द्वितीयायां तिथौ. समीचीनं. समीचीनम् उत्तरम् उक्तवती भवती. तर्हि एतद् वदतु, वयं नवरात्रोत्सवं कदा आचरामः? अस्तु, एतावत् सर्वं स्पष्टमस्ति. कोऽपि प्रश्नः? अस्तु, महोदय, इत्युक्ते शुक्लपक्षे. अस्तु, अत्र अन्य कोऽपि नताशा भगिनी वदतु. शुक्लपक्षे? आं महोदय, वसुधः. न, शुक्लपक्ष प्रश्नः अस्ति. शुक्लपक्ष महोदय, अहं न जानामि. शुक्लः इति वर्णः अस्ति खलु, शुक्लवर्णः, सर्वे जानन्ति वा शुक्लवर्णं? शुक्ल इति कश्चन वर्णः अस्ति. अत्र प्रतिमासं पक्षद्वयमस्ति खलु, पञ्चदशदिनानि इति एकः पक्षः अस्ति. तत्र प्रत्येकस्मिन् मासे पक्षद्वयमस्ति. द्वयोः पक्षयोः मध्ये एकः शुक्लपक्षः भवति, यदा चन्द्र यत्र चन्द्रः अस्ति. प्रथमः शुक्लपक्षः, द्वितीयः द्वितीयं कृष्णपक्षम्. अस्तु अस्तु. हा द्वितीयं किमस्ति? कृष्णपक्षं. कृष्णपक्षः अस्ति. शुक्लपक्षः कृष्णपक्षः इति पक्षद्वयमस्ति. अस्तु अग्रे पठेम. इदानीं पद्मा भगिनी पठतु कृपया, अपि च लक्ष्मी नताशा भगिनी. महोदय, आश्रयुजमासस्य शुक्लपक्षे प्रथमायाः तिथेः आरभ्य नवमीं तिथिं यावत् नवरात्रम् आचरामः. तत्र अष्टमीतिथिः दुर्गाष्टमी इति, नवमीतिथिः महानवमी इति, दशमीतिथिः विजयदशमी इति च विख्याताः. अस्तु पुनः पठतु, मन्दं मन्दं पश्येम. आश्वयुजमासस्य शुक्लपक्षे प्रथमायाः तिथेः आरभ्य नवमीं तिथिं यावत् नवरात्रम् आचरामः. अस्तु अत्र प्रथमायाः तिथेः आरभ्य, अत्र तिथेः इति का विभक्तिः वदतु? पञ्चमी. पद्माभगिनी उक्तवान्. भगिनी वदतु. रहस्यमस्ति वा? रहस्यमस्ति. अस्तु तर्हि सुब्रह्मण्यं तत्र कृपया वदतु. प्रथमायाः तिथेः आरभ्य, अत्र तु पञ्चमी विभक्ति अस्ति महोदय. किमर्थम्? आरभ्य यदा उपयोगं करोमि अत्र तु पञ्चमी विभक्त्यस्य विभक्त्यायाः उपयोगं करोमि. हा समीचीनमस्ति. प्रथमायाः तिथेः आरभ्य, तस्मात् दिनात् आरभ्य अहं सम्यक्तया तत्र पठिष्यामि. तस्मात् दिनात् आरभ्य, कस्मात् दिनात् आरभ्य इति प्रश्नः भवति. तत्र पञ्चमी अस्ति. हा प्रथमायाः तिथेः पञ्चमी अस्ति. नवमीं तिथिं यावत् अत्र सन्ध्या भगिनी वदतु कृपया, तत्र का विभक्तिः अस्ति? पुनः वदतु. नवमी तिथि अत्र किं लिखितमस्ति? भवती पठतु. ओ ओ अहं नवमीं तिथिं. ओ द्वितीया. तत्र यावत् इत्युक्ते पर्यन्तं, यत्र तावत् यावत् अथवा पर्यन्तं भवति तत्र तु द्वितीया विभक्तिः भवति. तर्हि यथा एतस्मात् दिनात् आरभ्य अग्रिमं सप्ताहं पर्यन्तम् अथवा यावत् पठिष्यामि इति द्वितीयविभक्तिः अस्ति. अस्तु पद्माभगिनी पुनः. आश्वयुजमासस्य शुक्लपक्षे प्रथमायाः तिथेः आरभ्य नवमीं तिथिं यावत् नवरात्रम् आचरामः. तत्र अष्टमी तिथिः दुर्गाष्टमी इति, नवमी तिथिः महानवमी इति, दशमी तिथिः द्वितीयदशमी इति च विख्याताः. विख्याताः नाम पापुलर्. तत्र वयं न जानीमः तत्र कला. प्रसिद्धाः. प्रख्याति इति प्रसिद्धाः. प्रसिद्धाः विख्याताः, प्रसिद्धाः, लोकप्रियाः. महोदय, अष्टमी नवमी तत्र तिथिः तिथिः अत्र अस्ति, किन्तु अष्टमी स्त्रीलिङ्ग नास्ति. अष्टमी अष्टमी स्त्रीलिङ्गशब्दः नास्ति. अष्टमी स्त्रीलिङ्ग अस्ति इति तिथिः अस्ति न. भवत्याः प्रश्नः कः? तिथिः पुल्लिङ्ग अस्ति. भवती एकं चिन्तयतु, यत्र पुस्तके तत्र विशेषविशेषभावः अस्ति, अपि च अष्टमी इति स्त्रीलिङ्गशब्दः, तर्हि तिथिः इत्यस्य लिङ्गं किं स्यात्? स्त्रीलिङ्गशब्दस्तु अस्ति एव, तिथिः स्त्रीलिङ्गशब्दस्तु अस्ति एव. तिथिः इति स्त्रीलिङ्गशब्दः, पुल्लिङ्गशब्दः नास्ति. अग्रे गच्छेम, नताशा भगिनी अग्रे. आं महोदय, किमर्थं दशमीं तिथिं विजयदशमीं वदन्ति? आम्, दशम्यां तिथौ एव दुर्गादेवी महिषासुरं हतवती, अतः देव्याः विजयकारणात् दशमीं तिथिं तथा वदामः. एतावता भवती मां प्रश्नैः पीडितवती. इदानीम् अहमपि किञ्चित् पृच्छामि. स्पष्टमस्ति वा? एतावता भवती मां प्रश्नैः पीडितवती, अस्य अर्थः कः? लक्ष्मी भगिनी वदतु. एतावता भवती मां प्रश्नैः पीडितवती. इदानीम् अहम् एकः प्रश्नः अस्ति. भवती मां प्रश्नैः पीडितवती. पीडितवती इत्युक्ते पृष्टवती. न, पृष्टवती इति न, भवती अवगच्छति न वा? अवगच्छामि महोदय. अवगच्छति चेत् किञ्चित् वदतु. यदा कदापि अहं किञ्चित् पृच्छामि भवती, नाम तत्र स्वस्य शब्देः अस्य अर्थः कः? भवतीं तत्र उक्तवान् यतोहि भवत्यां तत्र क्षमता सामर्थ्यम् अस्ति, किमर्थं न वदति? नो चेत् अन्य कोऽपि तत्र वदिष्यति. अस्य अर्थः कः? एतावत्पर्यन्तं भवती मां प्रश्नान् बहून् प्रश्नान् पृष्टवती. हा, अनेन तत् केवलम् बहून् प्रश्नान् पृष्टवती, अनेन पीडितवती इत्यस्य आशयः आगच्छति वा? पृच्छति अपि च पीडयति, तत्र समानार्थकशब्दः अस्ति वा? न, तर्हि किञ्चित् इतोपि वक्तव्यमस्ति. किञ्चित् किं वक्तव्यं नाम, वदतु. पीडितवती इत्युक्ते तत्र आङ्ग्लभाषा मास्तु, आङ्ग्लभाषा मास्तु, किञ्चित् नाम वक्तव्यमस्ति. ये न जानन्ति तेषां कृते तत्र सहदेव महोदय तत्र पीडयति इति जानाति वा तस्य अर्थः? पुनः वदतु महोदय. पीडयति इति शब्दस्य अर्थं जानाति वा? न जानामि. हा, तस्य कथनार्थम् अस्तु, सुब्रह्मण्यमहोदय किञ्चित् वदतु, अस्य अर्थः कः? अत्र पीडनम् इत्युक्ते किञ्चित् कष्टं, बाधा इति अहं चिन्तयामि महोदय. हा, कष्टं कष्टम् अथवा बाधाम् इति अनुभवामि, तस्य कारणं किं नाम, केवलं कष्टम् आगच्छति इति न, क्लेशः आगच्छति न, किन्तु यः पीडयति सः कष्टं कारयति खलु, तस्य कारणं भवति. मां प्रश्नैः पीडयति नाम बहूनां प्रश्नानां पृच्छेन मम मनसि समस्या आगता अस्ति, सम्यक् न रोचते मह्यम् इति कारणेन पीडनं जातं, क्लेशः कष्टमस्ति, मानसिकक्लेशः जातः प्रश्नानां पृच्छनेन. अस्तु, इदानीं अग्रे सरेम तर्हि. अत्र शुभा भगिनी अपि च सन्ध्या भगिनी. अहं वसुधा. हा, अस्तु वदतु. ओके, पृच्छतु तावत्. चैत्रमासस्य प्रथमायाः अस्ति, मम पुस्तकं भिन्नम् अस्ति, तर्हि अस्तु. तिथेः चैशिष्यां किं, वैशिष्ट्यं किम्? ओ अस्तु, अस्तु, समीचीनमस्ति. चैत्रमासस्य प्रथमायाः तिथेः वैशिष्ट्यं किम्? अर्थः स्पष्टः वा? शुभा भगिनी, चैत्रमासः तस्य प्रथमायाः तिथेः वैशिष्ट्यं, वैशिष्ट्यं नाम विशेषः. इयं तिथिः विशेषा किमर्थम्? अस्तु अग्रे. चैत्रमासस्य प्रथमायां तिथौ एव युगादि पर्व भवति. महोदय नताशा, एकः प्रश्नः अस्ति. यकार वैशिष्ट्यं शब्दे यकार भिन्नः अस्ति, वर्तनी भिन्नः अस्ति. नाम नताशा भगिनी, तत्र यकारस्य रूपम् अथवा किमर्थं यकारः अस्ति, कीदृशप्रश्नः? रूपं भिन्नः अस्ति. तत्र टकारेण, तत्र टकारेण सह यकारः संयुक्तः अस्ति, संयुक्तः संयोजनेन रूपस्य भेदः आगतः. संयुक्त अक्षर टकारः ह्रस्वटकारः अस्ति वा? नाम अल्पप्राणः इति वदामः, अल्पप्राणः टकारः अस्ति, सत्यम्. तत्र टठ डढ अण टकारः इति अल्पप्राणटकारः, ठकारः महाप्राणटकारः इति वदामः. अत्र अल्पप्राण अपप्राणटकारः अस्ति, स्पष्टमस्ति वा? एषः रूपः संयुक्ताक्षराणि संयुक्ताक्षरा इति भिन्नः अस्ति. संयुक्त अत्र अत्र वर्णत्रयमस्ति, षकारः टकारः यकारः, त्रयाणां संयोजनम् इति कृत्वा संयुक्ताक्षरम् इति वदामः. तत्र मूढन्यषकारः टकारः यकारः. कः पृच्छति, पद्मा भगिनी अथवा नताशा भगिनी? नताशा भगिनी. किन्तु मातृभाषा हिन्दी अस्ति खलु? नाम देवनागरी देवनागरीलिपिं जानाति खलु? जानामि महोदय. ओ अस्तु. नाम तथा न कदापि दृष्टवती वा? हिन्दी न दृष्टवती महोदय. यकारः भिन्नरूपः न दृष्टवती. अस्तु, न जानामि. सामान्यमिति मम पुस्तके सामान्ययकारः अस्ति इति भाति. केवलं नाम अर्धयकारः अस्ति तत्र संयुक्ताक्षरम् अस्ति इति कारणेन. अस्तु अस्तु, अग्रे गच्छेम तर्हि. सखि अपादमासस्य चतुर्दश्यां तिथौ कोऽपि विशेषः अस्ति किम्? चतुर्दश्याः तिथेः विषये मम ज्ञानं नास्ति, परन्तु आषाढमासस्य पूर्णिमायाम् एव व्यासजयन्ती इति जानामि. गुरुपूर्णिमा इत्येव तस्याः प्रसिद्धिः. अस्तु भगिनी, भवती अपि दिनदर्शिकायाः निर्माणे साहाय्यं करोति किम्? स्पष्टमस्ति वा? अस्तु. स्पष्ट, न कोऽपि प्रश्नः अत्र? अस्तु, तर्हि अग्रे गच्छेम. सुधा. निश्चयेन करोमि. वदतु, मया किं करणीयम्? भवती एतानि पत्राणि गृह्णातु. प्रथमे पत्रे उत्सवानाम् आवलिः अस्ति. द्वितीये पत्रे महापुरुषाणां जन्मतिथयः लिखिताः सन्ति. तृतीयं पुत्रम् इदानीं न आवश्यकं, तत् पार्श्वे स्थापयतु. अस्तु, समीचीनमस्ति. अग्रे पुष्पा भगिनी. आवलिः अर्थं किम्? आवलिः यथा दीपावलिः. आवलिः नाम शृङ्खला. आवलिः यत्र कश्चन क्रमः अस्ति, सूचिः, क्रमः, आवलिः, शृङ्खला. तथैव करोमि. भवती प्रथमं पत्रं द्वितीयं पत्रं च दृष्ट्वा कस्यां तथा तिथौ कस्मिन् दिनाङ्के च किं भवति इति सूचयतु. अहं लिखामि. अस्तु, एप्रिल् मासस्य चतुर्दशे दिनाङ्के अम्बेड्कर् जयन्ती भवति. श्रावणमासस्य कृष्णपक्षस्य अष्टम्यां तिथौ श्रीकृष्णजयन्ती भवति. तस्मिन् एव मासे पूर्णिमायां संस्कृतदिनमपि भवति। भगिनी श्वः द्वादशः दिनाङ्कः खलु, मम परीक्षाः आरप्स्यन्ते, मया पठनीयम् अस्ति, अतः गच्छामि किम्? अस्तु, इदानीं सहदेव महोदय समापयतु। भवतु भवतु भवति सम्यक् पठतु, पुनः कदा आगमनं भवेत् भवत्याः? षोडशे दिनाङ्के आगमिष्यामि, यतः पञ्चदशां पञ्चदशं दिनाङ्कं यावत् मम परीक्षाः भविष्यन्ति। अस्तु, पूर्णमिलाव। अस्तु, समीचीनमस्ति, अग्रे पठेम। अत्र सुब्रह्मण्यं तत्र अग्रे अवधेयम्। अस्तु महोदय, प्रथमः द्वितीयः तृतीयः इत्यादयः पूरणप्रत्ययान्ताः इति उच्यन्ते। एकं द्वे त्रीणि इत्यादयः तु सङ्ख्याः इत्युच्यन्ते। अग्रे पठामि महोदय। विंशतितः अग्रे विंशः, विंशतितमः, एकविंशः, एकविंशतितमः चेति रूपद्वयं भवति, परन्तु अत्र एकमेव रूपं निर्दिष्टम् अस्ति। इति मया उक्तं गतसप्ताहे, विंशतितमः अथवा विंशः, तत्र एकविंशः, एकविंशतितमः इति तत्र, किन्तु प्रथमतया तम इति अस्य अभ्यासः भवतु इति। अस्तु, अत्र अभ्यासः समीचीनः अस्ति, अग्रे अग्रे किञ्चित् कुर्मः। लक्ष्मीभगिनी पठतु कृपया। कोष्ठकसङ्ख्यायाः पूरणप्रत्ययान्तं रूपं लिखत, पुंलिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे, त्रयोदशः, त्रयोदशी, त्रयोदशं, चतुर्थः, चतुर्थी, चतुर्थं, षष्ठः, षष्ठी। तत्र संख्या प्रथमतया वदतु, षड्। हा महोदय, षट्, षट्, षष्ठः, षष्ठी, षष्ठं, सप्तदशः, सप्तदश, सप्तदश, सप्तदशः, सप्तदशी, सप्तदशं, विंशतिः, विंशतितमः, विंशतितमी, विंशतितमम् अथवा विंशः, विंशी, विंशम्। समीचीनम्। षड्विंशतिः, षड्विंशतितमः, षड्विंशतितमी, षड्विंशतितमम्। अस्तु, समीचीनम्, अग्रे इदानीं शिल्पा भगिनी वदतु। पञ्चषष्टिः, पञ्चषष्टिः पञ्चषष्टिः पञ्चषष्टं पञ्चषष्टमी पञ्चषष्टमं पुनः वदतु पुलिङ्गः पञ्चषष्टमः पञ्चषष्टमः पुलिङ्ग न पञ्चषष्टमः इति नास्ति केवलं सा संख्या अपि च तमः पञ्चषष्टिः तमः पञ्चषष्टतमः पञ्चषष्टितमः पञ्चषष्टितमः ओके पञ्चषष्टितमः पञ्चषष्टितमे पञ्चषष्टितमम् नवपञ्चमिः नवपञ्चमी न पञ्चमी न किमस्ति संख्या संख्या नवपञ्चाशत् नवपञ्चाशत् क्षम्यतां नवपञ्चाशत् पञ्चाशत् नवपञ्चाशत् नवपञ्चाशत् नव नवपञ्चाशत्तमः नवपञ्चाशत्तमी नवपञ्चाशत्तमम् समीचीनमस्ति अस्तु पुष्पा भगिनी अग्रे एक किमस्ति एकसप्ततिः एकसप्ततितमः एकसप्ततितमी एकसप्ततितमम् अग्रे नवतिः नवतितमः नवतितमी नवतितमम् अस्तु नताशा भगिनी अग्रे महोदय पञ्चविंशत् पञ्च सोरि पञ्चविंशति पञ्चविंशति पञ्चविंशतिः पञ्चविंशतिः पञ्चविंशतितमः पञ्चविंशतितमी पञ्चविंशतितमम् त्रिसप्ततिः न ह्रस्व इकारः त्रिसप्ततिः त्रिसप्ततितमः त्रिसप्ततितमी त्रिसप्ततितमम् अस्तु अग्रे सन्ध्या भगिनी वदति वा त्रयोसप्तति न तत्र संख्याः कुत्र सन्ति संख्याः अस्माभिः पठिताः गते पुस्तके गते प्रथमे खण्डे संख्याः आसन् तत्र प्रथम अत्र इदानीं द्वितीयखण्डः द्वितीयभागः प्रथमभागे आसीत् आसन् तत्र संख्याः तत्र पश्यतु त्रयोदशः अत्रिशं तत्र यत्र द्वि अपि च त्रि तत्र वैशिष्ट्यमस्ति द्वादश द्वाविंशतिः द्वात्रिंशत् अनन्तरं द्वि भवति द्विचत्वारिंशत् द्विपञ्चाशत् अपि च त्रयोदश त्रयोविंशतिः त्रयस्त्रिंशत् अनन्तरं त्रिचत्वारिंशत् त्रिपञ्चाशत् तथा अग्रे त्रि अस्ति सर्वत्र अस्तु भगिनि सप्तत्रिंशत् सप्तत्रिंशत् सप्तत्रिंशत्तमः सप्तत्रिंशत्तमी सप्तत्रिंशत्तमम्. तत्र अष्ट, तत्र अष्ट, तत्र आ भवति खलु, अष्टादश, अष्टादश, अष्टाविंशतिः, केवलम् अष्ट अस्ति, सर्वत्र न भवति. अष्टाविंशतिः, अनन्तरं त्रिंशत् तत्र भवति न, द्रष्टव्यम्. अष्टात्रिंशत् अनन्तरं ततः अग्रे अष्ट इत्येव अस्ति. अस्तु, अग्रे अग्रिमं करोतु भगिनि. अष्टाचत्वारिंशत्, न न, तत्र अष्ट इति अस्ति, तत्र अष्टादश, अष्टाविंशतिः, ततः अग्रे अष्ट इति एव अस्ति. अष्टात्रिंशत् इत्यपि अस्ति, अनन्तरं ततः अग्रे अष्ट इति एव अस्ति. अष्टचत्वारिंशत्, अष्टचत्वारिंशत्तमः, अष्टचत्वारिंशत्तमी, अष्टचत्वारिंशत्तमम्. समीचीनम् अस्ति. अस्तु, सहदेव महोदय अग्रे. द्वाविंशतिः, द्वाविंशतितमः, द्वाविंशतितमी, द्वाविंशतितमम्. अग्रे. चतुस्त्रिंशत्, चतुस्त्रिंशत्, चतुस्त्रिंशत्तमः, चतुस्त्रिंशत्तमी, चतुस्त्रिंशत्तमम्. अस्तु, समीचीनमस्ति. अग्रे सुब्रह्मण्यमहोदय अग्रे. अस्तु महोदय. द्वयाशीतिः, द्वयाशीतितमः, द्वयाशीतितमी. अत्र द्वयाशीतिः इति न, द्वयशीतिः, द्वयशीति, अत्र दीर्घकारः नागच्छत्, द्वियोगः अशीतिः. अस्तु महोदय. अतः द्वयशीति, दकारे वकारे यकारे अकारः, द्वयशीति. अस्तु महोदय. द्वयशीतिः, द्वय इति न, द्विय, द्विय, द्व्यशीतिः, द्व्य, द्व्यशीतिः, द्व्य, द्व्यशीतितमः, द्वयशी, द्व्यशीतितमी, द्व्य, द्व्यशीतितमम्. किञ्चित् अभ्यासं करोमि महोदय. चत्वारिंशत्, चत्वारिंशत्तमः, चत्वारिंशत्तमी, चत्वारिंशत्तमी, चत्वारिंशत्तमम्. किं समीचीनमस्ति. अस्तु, अग्रे अग्रे किञ्चित् पश्येम. अग्रे किमस्ति, पठतु कृपया. कौरवपाण्डवाः बाल्ये वीटया क्रीडितवन्तः. क्रीडासम्बद्धानि कानिचन वाक्यानि अत्र सन्ति. तानि वाक्यानि यथोदाहरणं पूरणप्रत्ययान्तेन पूरयत. वीटा इत्युक्ते गुल्लीदण्डा. नाम वीटा, वीटा इत्युक्ते कन्दुकः इति चिन्तयतु. वीटा इति कन्दुकः, गेन्दुकः, कन्दुकः. अस्तु, पठामि महोदय. क्रीडारम्भे पाण्डवेषु, अत्र संख्या अस्ति एकः, प्रथमं युधिष्ठिरः वीटां कौरवेषु तृतीयाय. प्रथमम् इति न, प्रथमः युधिष्ठिरः. प्रथमः युधिष्ठिरः वीटां कौरवेषु तृतीयाय दुःशासनाय सम्प्रेषितवान्. अस्तु, अग्रे. पाण्डवेषु, अत्र प्रथमं संख्या पठामि महोदय. अस्तु अस्तु. पाण्डवेषु द्वे भीमः वीटां कौरवेषु एकः दुर्योधनाय सम्प्रेषितवान्. पाण्डवेषु द्वितीयः भीमः वीटां कौरवेषु प्रथमाय दुर्योधनाय सम्प्रेषितवान्. अस्तु, लक्ष्मी भगिनी अग्रे. कौरवेषु द्वे जुयुत्सुः वीटां पाण्डवेषु चत्वारि नकुलाय सम्प्रेषितवान्. कौरवेषु द्वितीयः युयुत्सुः वीटां पाण्डवेषु चतुर्थाय नकुलाय सम्प्रेषितवान्. अग्रे. पाण्डवेषु पञ्च सहदेवः वीटां कौरवेषु चत्वारि दुस्सहाय सम्प्रेषितवान्. पाण्डवेषु पञ्चमः सहदेवः वीटां कौरवेषु चतुर्थाय दुस्सहाय सम्प्रेषितवान्. अस्तु, शिल्पा भगिनी अग्रे. पाण्डवेषु पञ्च पञ्चमवाक्यमस्ति. क्षम्यतु, पाण्डवेषु त्रीणि अर्जुनः वीतां कौरवेषु पञ्च तुशालय सम्प्रेषितवान्. पाण्डवेषुशलाय सम्प्रेषितवान्. पाण्डवेषु तृतीयः अर्जुनः पीतां कौरवेषु चतुर्थी अस्ति. पञ्चमाया सम्प्रेषितवान् इति साधारण अकारान्त शब्दः अस्ति. अत्र अस्मै तत्र यत्र सर्वनामपदमस्ति यत्र सर्वनामपदम् अस्ति. पुष्पा भगिनी अग्रे. कौरवेषु पञ्चविंशति चित्राक्षः वीतां कौरवेषु पञ्च पञ्चाशत् चित्रायुधाय सम्प्रेषितवान्. कौरवेषु पञ्चविंशतितमः चित्राक्षः वीटां कौरवेषु पञ्चाशततमः तमाय चत्रायुधाय सम्प्रेषितवान्. पञ्चाशत्तमाय इति अस्ति. अस्तु, समीचीनं, समयः जातः. इतः अग्रे सर्वे कुर्वन्तु. ये अभ्यासाः अस्मिन् पाठे सन्ति तान् सर्वे कुर्वन्तु. किञ्चित् द्रक्ष्यामः अनन्तरम् अग्रिमपाठः चिच्छनः अस्ति. अत्र अत्र अभ्यासरूपेण सर्वे कुर्वन्तु अस्मिन् सप्ताहे न करणम् इत्यनेन न करणेन तत्र हानिः सर्वे अवश्यं कुर्वन्तु ये अभ्यासाः सन्ति. अनन्तरं नाम ईपत्रेण पश्यामि. अस्तु, समीचीनमस्ति. तर्हि धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः. पुनर्मिलामः.